अस्तु, तर्हि अद्यतनादिगणः इति विषयः प्रवर्तमानः अस्ति. तर्हि सुब्रह्मण्यमहोदय वदति वा तनादिगणे विकरणप्रत्ययः कः, सूक्तं किम् इति? तनादिगणे विकरणप्रत्ययः उ अस्ति भगिनि. अत्र सूत्रमस्ति तनादिकृण्भ्यः उः इति. अत्र तनादिकृण्भ्यः धातुभ्यः उः प्रत्ययः परश्च कर्तरि सार्वधातिक इति अस्ति अनुवृत्तिसहितसूत्रम्. अत्र यद्यपि अत्र कृ धातुः तनादिगणे अस्ति, परन्तु अत्र ये विधयः याः विधयः सन्ति तनादिगणे, ताः सर्वे अत्र क्रूधातुः कृते पर्याप्तं न भवन्ति. तत्कारणात् अत्र क्रु इति पृथक्तया सूत्रे उक्तमस्ति. तर्हि अग्रे अत्र धातवः कथं विभजिताः इति अग्रे अत्र दश धातवः सन्ति भगिनि. तेषाम् अत्र एकम् अस्ति अजन्तधातुः, तत्तु क्रूधातुः एव. अन्ये सर्वे हलन्तधातवः, तेषु पुनः विभजनं भवति, विभागद्वयं भवति अत्र. प्रथमविभागे तु अत्र धातवः धात्वाङ्गे असंयोगपूर्व उकारः, शेषः तु अत्र संयोगपूर्व उकारः भवति. अत्र चत्वारः धातवः संयोगपूर्व उकारः भवन्ति, षड् धातवः असंयोगपूर्व उकारः भवति, यथा तनु. संयोगपूर्व उकारः अत्र ऋण् इति धातुः अस्ति, ऋण् योगः ऊ भूत्वा अत्र अर्णु इति भवति, अतः अत्र संयोगपूर्व उकारान्त धात्वाङ्गं भवति. अत्र धातुत्रयं खलु अर्णु गर्णु वर्णु इति, अत्र त्रीणि धातवः तथा भवन्ति. अनन्तरम् एकः क्षिणु इति अस्ति, अत्र उपधायाम् इक् वर्णः अस्ति, परन्तु अत्र तत्कारणात् अत्र एकम् अजन्तधातुः, त्रयः धातवः संयोगपूर्व उकारः, षड् धातवः असंयोगपूर्व उकारः. तर्हि गतसप्ताहे वयम् एतत् दृष्टवन्तः खलु, तर्हि आहत्य कार्याणि संयोगपूर्व असंयोगपूर्वकार्याणि किञ्चित् सारांशरूपेण वदतु. अत्र एकनिमिषः भगिनि, अत्र संयोगपूर्व अत्र तनादिगणे लोटि मध्यमपुरुष एकवचने संयोगपूर्व उकारान्त अङ्गमस्ति चेत् अत्र कार्यं सामान्यं भवति. इत्युक्ते अत्र हि इति तिष्ठति. यदि असंयोगपूर्व उकारः अस्ति चेत् अस्ति, तर्हि अत्र हि लोपः भवति. उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रेण. अनन्तरम् अत्र उत्तमपुरुष द्विवचने बहुवचने अत्र वकार मकारादिप्रत्ययः भवतः प्रत्ययो भवतः अत्र असंयोगपूर्व उकारः उकारान्ताङ्गमस्ति चेत् अत्र सामान्यकार्यं भवति. यदि असंयोगपूर्व उकारः अस्ति तर्हि अत्र उकारस्य लोपः भवति. अत्र सूत्रमस्ति लोपश्चान्यतरस्यां वोः इति अस्ति अत्र उकारस्य लोपश्चास्यान्यतरस्यां वोः इति सूत्रेण अत्र वकारमकारात् पूर्वम् अथवा अत्र अङ्गान्ते यः उकारः अस्ति असंयोगपूर्व उकारः अस्ति तस्य लोपः भवति अत्र विकल्पेन. अतः अत्र असंयोगपूर्व उकारान्त अङ्गस्य धातुः यः अस्ति तस्य मध्यम उत्तमपुरुषद्विवचने बहुवचने रूपद्वयं भवति. धन्यवादः महोदय. अन्य कः अस्ति महोदय वा सुखवनमहोदय वा पुनः आगतवान् वा? नमस्ते, अन्य कः अस्ति? नाम उच्यताम्? तर्हि तर्हि गतसप्ताहे वयं परस्मैपदीरूपाणि दृष्टवन्तः, तर्हि महोदय अद्य आत्मनेरूपी रूपदिरूपाणि कुर्मः पुनः. अस्तु भगिनि, अत्र तनु नीत्वा वदामि भगिनि. अत्र तनु योगः ते अस्ति प्रथमम्. अत्र तनादिगणे मुख्यसिद्धान्तः अस्ति अत्र प्रत्ययः प्रत्ययाः चतुर्विधाः हलादिपितः अजादिपितः हलाद् अपितः अजादि अपितः. अत्र तनुयोगः ते प्रायः महोदय अर्णु इति स्वीकरोति चेत् अर्णु करोमि अर्णु सामान्यकार्यं भवति. अर्णुयोगः ते अत्र अत्र ते इति हलादि अपित् अस्ति अतः अत्र गुणनिषेधः केवलं वर्णमेलनमेव अर्णुते इति भवति. अर्णुयोगः आते अत्र अजादि अपित् अस्ति पुनः गुणनिषेधः. अत्र प्रत्ययः अजादि अस्ति अङ्गम् उकारान्ताङ्गम् अतः अत्र इको एणचि इत्यस्य कार्यम्. अत्र उकारस्य स्थाने वकारः अर्ण्वाते इति भवति अर्ण्वाते इति भवति तथा एव अर्णुयोगः अते अर्ण्वते इति भवति. अनन्तरं मध्यमपुरुष एकवचने अर्णुयोगः से पुनः अत्र इदानीम् अत्र अजादि हलादि अपित् अस्ति अतः गुणनिषेधः. अनन्तरम् इदानीम् अत्र य प्रत्ययः प्रत्ययस्य आदौ सकारः अस्ति स च सकारः पदान्ते नास्ति. अनन्तरम् अत्र अङ्गान्ते उकारः अस्ति यः तत्तु इन् प्रत्याहारे अस्ति अतः अत्र आदेशप्रत्यययोः इत्यस्य प्रसक्तिः कार्यमपि. अतः सकारस्य स्थाने मूर्धन्य षकारः आगच्छति अर्णुषे इति रूपं भवति. अनन्तरम् अर्णुयोगः आथे पुनः यथा प्रथमपुरुषद्विवचने तथा एव अत्रापि अर्ण्वाथे इति रूपम्. अर्णुयोगः द्वे द्वे हलादि अपि तस्ति गुणनिषेधः कोऽपि कार्यं न भवति केवलं वर्णमेलनमेव अर्णुद्वे अर्णुयोगः ए अजादि अपि अतः अत्र पुनः गुणनिषेधः इकोयणचि इत्यस्य कार्यम् अतः उकारस्य स्थाने वकारः अर्ण्वे इति रूपं भवति अर्णुयोगः वहे इदानीमत्र हलादि अपित् अस्ति पुनः गुणनिषेधः इदानीम् अत्र कोऽपि कार्यं न भवति केवलं वर्णमेलनमेव अर्णुवहे अत्र संयोगपूर्व उकारः अस्ति अत्र अन्यकार्यं कोऽपि न भवति अर्णुवहे एव वर्णमेलनं तथा एव अर्णुयोगः महे अर्णुमहे अन्य अस्ति वा अन्य कोऽपि अस्ति वा पुष्पा भगिनि हा पुष्पा भगिनि भगिनी वदति वा भगिनि अर्णु इत्यस्य लोट् लकाररूपाणि आत्मनेपदी परस्मैपदी आत्मनेपदी ओके परस्मैपदी गतसप्ताहे कृतवन्तः ताम् आताम् अताम् तां तु हलादि अपि अस्ति अत्र कोऽपि कार्यं न करोति अर्णुताम् अस्ति आतां तु अत्र इकोयणचि कार्यं करोति अर्ण्वाताम् अतां तु तत् तथैव अर्ण्वताम् स्व उत्तमपुरुष अत्र हलादि अपि अस्ति आदेश तत्तु आदेशप्रत्ययोः कार्येण सकारः शकारः आगच्छति अर्णुष्वा आदेशप्रत्ययोः निमित्तं किं भगिनि निमित्तं किम् आदेशप्रत्ययोः इत्यस्य निमित्तम् आदेशप्रत्ययोः निमित्तं तत्तु प्रत्ययाहारात् यन् प्रत्यय इन् प्रत्ययाहारात् परे अपदान्त आदेशरूपी प्रत्ययो सकार तर्हि अत्र आदेशरूपी नास्ति किन्तु प्रत्यय अवयवः सकारः अस्ति अपदान्तसकारः अस्ति स्व इति अस्ति अतः कार्यं अर्णुष्वा अर्णु अर्णुवाताम् अर्णुवाताम् अत्र इकोयणचि कार्यं करोति अर्णुवाताम् अत्र त्वं तु पित् अस्ति हलादि अपि अस्ति तत् वर्णमेलनम् अस्ति अर्णुध्वम् ऐ तु अजादि पित् अस्ति अजादि पित् कार्याणि सोपान सोपानं वदतु सोपानं तत्तु पित्तस्य पित्तस्य चेत् गुणकार्यं भवति वा पित्तस्य तु न न न भवति वा भवति वा न भवति वा पुनः चिन्तयतु सार्वधातुकम् अपित् निद्वद् भवति किन्तु पित्तस्य चेत् निद्वद् न भवति तर्हि गुणकार्यं भवति तर्हि अरुणवै इति नास्ति कथं भवति तर्हि अरुणो इति भवति गुणकार्यं भूत्वा उकारस्य ओकारः भवति आदौ अरुणो इति एकेन सूत्रेण भवति गुणकार्यम् तत्तु सार्वधातुक अर्धधातुकयोः इति सूत्रेण भवति नीतिक्षेत्रकार्यं न अचित् नास्ति इति वदामि खलु अपित् नास्ति चित् अस्ति तर्हि गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण अस्तु तर्हि उकारस्य स्थाने ओकारः भवति ओ इति भवति अर्णो इति भवति अर्णो योगः ऐ इति अर्णो योगः ऐ अत्र एचोयवायावः इति सन्धिकार्यं तर्हि ओकारस्य अवादेशः भवति अर्णवै अर्णवै अर्णो नास्ति अर्णवै ओकारस्य स्थाने ओ भूत्वा एचोयवायावः इत्यनेन अवादेशः भवति आवहे अजादि पित् अस्ति तत्तु तर्हि अजाति अपित् अजाति पित् अस्ति पित् अस्ति चेत् सोपानं वदतु गुणकार्यं भवति वा न भवति वा गुणकार्यं भवति भवति तर्हि अर्णु इत्यस्य किं भवति परिवर्तनं परिवर्तनं सार्वधातुक आर्धातुकयोः इत्यनेन अर्णो इति भवति अनन्तरम् अनन्तरम् अर्णो अर्णो केन सूत्रेण किं भवति अर्णो योगः आवहै किं सूत्रं कार्यं करोति अत्र एचोयवायावः पुनः समानकार्यं खलु अर्णवावहै अनन्तरम् आमहै आमहै तु तथैव तथैव अस्ति एषयवयवः आदौ गुणं भूत्वा अनन्तरं सार्वधातुक अर्धधातुकयोः इति प्रथमसूत्रं द्वितीयम् अनन्तरम् एषयवयवः इत्यनेन अवादेश अस्तु किं धन्यवादः भगिनि महोदय लङ्लकारः वदति वा लङ्लकारः प्रथमम् अत्र अङ्गविषये चिन्तनं भवति भगिनि अत्र लुङ् लङ् लुङ् षडुदात्त तस्य अनन्तरमत्र आडजादीनाम् अत्र लङ् लङ्लकारे अत्र धातोः आदौ अच्वर्णः अस्ति ततः अत्र आट् आगमः भवति तत्कारणात् अत्र आयोगः अर्णु अनन्तरम् अत्र अकः सवर्णे दीर्घः इत्यनेन अत्र आयोगः अत्र दीर्घः भूत्वा अत्र आर्णु इति अङ्गं भवति लङ्लकारे इदानीम् आर्णुयोगः त अत्र त हलादि अपित् अस्ति अतः गुणनिषेधः केवलं वर्णमेलनमेव आर्णुत अनन्तरम् आर्णुयोगः आताम् अजादि अपित् पुनः गुणनिषेधः त परन्तु अत्र अजादिप्रत्ययः अस्ति, तत्पूर्वम् उकारः अस्ति, अतः इकोयणचि इत्यस्य कार्यम् उकारस्य स्थाने वकारः, अथौ अतः अत्र अर्ण्वाताम् आर्ण्वाताम् इति भवति, आर्णुत आर्ण्वाताम् तथा एव आर्ण्वत प्रथमपुरुषबहुवचने आर्णुयोगः थाः हलादि अपित् गुणनिषेधः केवलं वर्णमेलनं आर्णुथाः आर्णुयोगः आथाम् अजादि अपित् अतः गुणनिषेधः इकोयणचि इत्यस्य कार्यम् अजादि प्रत्ययः उकारान्त अङ्गम् अतः अत्र इकोयणचि इत्यस्य कार्यम् आर्ण्वाथाम् इति रूपम् आर्णुयोगः ध्वं हलादि अपित् अतः गुणनिषेधः केवलं वर्णमेलनं आर्णुध्वम् आर्णुयोगः इ अजादि अपित् गुणनिषेधः अत्र इकोयणचि इत्यस्य कार्यम् उकारस्य स्थाने वकारः अतः आर्ण्वि इति भवति आर्णुयोगः वहि हलादि अपित् केवलं गुणनिषेधः वर्णमेलनं आर्णुवहि आर्णुयोगः महि तथा एव आर्णुमहि. धन्यवादः. विधिलिङ्ग् तु अजादि अपित् अस्ति सर्वे नवधातवः अत्र इकोयचि कार्यं करोति आण्वीता आण्वीयाताम् आण्वीयम् आण्वीथाः आण्वीयाथाम् आण्वीध्वम् अण्वीय अण्वीवहि अण्वीमहि. अहं तु तदेव उक्तवती खलु, तदेव उक्तवती खलु इकोयणचि इति कार्यम्. अस्तु अस्तु भगिनि, धन्यवादः भगिनि. तर्हि अग्रे करपत्रे अधुना कृ इति धातोः कार्यं दृष्टव्यं खलु, कृन् इति. महोदय पठतु. डुक्रुन् धातुः तथा आरभ्य न भगिनि. तनादिगणे दशधातवः सन्ति, तेषु नव हलन्तधातवः उपरि परिशीलिताः. दशसु एकः धातुः अजन्तः, स च धातुः डुक्रुन् करणे. आदिन्य टुडवः इत्यनेन डु इत्यस्य इत्संज्ञा, हलन्तमित्यनेन ञ इत्यस्य इत्संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः. निरनुबन्धरूपं कृ इति. तनादिगणीयधातूनां कृते ये नियमाः उपर्युक्ताः ते सामान्याः सन्ति, अतः तेषां प्रसक्तिः अत्रापि भवति. परन्तु अत्र अपवादभूतसूत्रत्रयम् अपि अस्ति, यत्र येषां त्रयाणां सूत्राणां प्रसक्तिः तत्र तेषां प्राधान्यं भवति एव. अत्र इदानीं डुक्रुन् धातोः विषये परिशीलयामः. पूर्वं यथा वयं जानीमः तनादिगणे दशधातवः सन्ति, तेषु नवधातवः हलन्तधातवः. वयं तान् परिशीलितवन्तः. एकः धातुः अजन्तः, स च धातुः अस्ति डुक्रन्. अत्र डुक्रन् इत्युक्ते करणे अर्थः. अत्र डुक्रन् निरनुबन्धरूपं भवति क्रु इति. किमर्थं चेत् अत्र आदेञ् टुडवः इत्यनेन डु यः आदौ अस्ति तस्य इत्संज्ञा भवति, अतः तस्य लोपः भवति. अनन्तरं कृण् इत्यस्मात् अत्र ञकारः अन्ते अस्ति, हलन्तमित्यनेन ञकारस्य इत्संज्ञा, तस्य लोपः भूत्वा क्रु इत्येव अवशिष्यते अत्र. अत्र इदानीं पर्यन्तं यान् नियमान् वयं परिशीलितवन्तः ते सामान्यनियमाः सन्ति. तेषां प्रसक्तिः क्रु धातुः धातोः कृते भवति, परन्तु अत्र त्रीणि अपवादभूतसूत्राणि सन्ति, तेषां प्रसक्तिः यथा आगच्छति तस्मिन् समये अत्र यान् नियमान् सामान्यान् याः नियमाः सामान्याः भवन्ति त्रय सूत्रत्रयं तान् प्रबाध्य कार्यं करोति. भगिनी पठति वा अग्रे. पूर्व यथोक्तं कृधातुः तनादिगणे एव पठितः तनादि कृम्भ कृम्भ महोदय पठितवान् खलु अधुना सुब्रह्मण्य महोदय एतत् पङ्क्ति अपि भवान् पठितवान् खलु. महोदय अत्र बिन्दुः डि अस्ति खलु भगिनि, अत्र अत उत्सार्वधातुके तस्मात् आरभ्य पठतु भगिनि इदानीम्. अत्र डुक्रन् धातुः इति पाठ्यस्य अन्ते अस्ति भगिनि, डुक्रन् धातुः इति एकः भागः अस्ति अत्र द्वितीयपरिच्छेदं भगिनि. भवान् पूर्वं यथोक्तम् इति तत् पङ्क्तिं पठितवान् खलु, पठित्वा तस्य विवरणमपि दत्तवान्. तर्हि अग्रे कृधातोः अङ्गद्वयं ततः आरभ्य कृधातोः अङ्गद्वयं पिच्छु प्रत्ययेषु कृ योगः उ सार्वधातुक अर्धधातुकयोः इत्यनेन इकः गुणः, कर् योगः उ करु इति अङ्गम्. अपित्सु प्रत्ययेषु कृ योगः उ सार्वधातुक अर्धधातुकयोः इत्यनेन इकः गुणः, कर् योगः उ करु. अत उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः, करु कुरु इति अङ्गम्. अत्र पित्सु प्रत्ययेषु तत् सिद्धतिङ् प्रत्ययात् सार्वद कृ योगः सार्वधातुकार्धधातुकयोः प्रभावेन एकः गुणः, तत्तु कर् योगः उ करु इति अङ्गम्। अपित् अस्ति चेत् सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः अस्ति, तत्तु अत्र अपवादं करोति। तत्र अथ उत्सर्वधातुके इति प्रभावेन करु अङ्गस्य अकारस्य स्थाने उकार आदेशः, तत्तु कुरु इति अङ्गम्। इदानीम् अत्र मम पार्श्वे कागदे अस्ति भगिनि, अतः परिशीलितवान् इति मन्ये। प्रायः अत उत्सार्वधातुके उ प्रत्ययान्तक्रूधातोः ह्रस्व अकारस्य स्थाने उकारादेशो भवति किति ञति सार्वधातुकप्रत्यये परे। पूर्णतया पठामि वा भगिनि? अनुवृत्तिसहित अतः अतः षष्ठ्यन्तम् उत् प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम्। उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चेत् इति अनयोः अनुवृत्तिः। विभक्तिपरिणामेन पदद्वयं षष्ठ्यन्तं कृत्वा उतः प्रत्ययस्य येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः, उप्रत्ययान्तस्य अङ्गस्य। नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः। गमहनजनखनघसां लोपः नित्यनङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः। अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः उप्रत्ययान्तस्य अङ्गस्य, अतः उत् ङिति सार्वधातुके। इदानीमत्र अत उत्सार्वधातुके इत्यस्य सूत्रस्य विवरणमस्ति। अत्र क्रूधातुः उप्रत्ययान्त धातुः अस्ति। अत्र क्रूयोगः उ यथा भवति, अत्र करु इति अङ्गं निष्पन्नं भवति। अत्र ह्रस्वाकारः अस्ति, उकारात् पूर्वं ह्रस्वाकारः अस्ति, तस्य स्थाने उकार आदेशः भवति यदि किति ञिति सार्वधातुकप्रत्ययः परः अस्ति चेत्, परः अस्ति तर्हि। इत्युक्ते अत्र उदाहरणं यथा वयं दृष्टवन्तः इदानीं, करु इति यथा अङ्गं भवति, अनन्तरं यदि प्रत्ययः अपित् प्रत्ययः अस्ति, यथा अत्र अत्र तः इति परस्मैपदी प्रथमपुरुषद्विवचने तः अस्ति, अत्र तः तु अपित् अस्ति। करुयोगः तः यथा भवति, अत्र तः अपित् अस्ति, तत्कारणात् अत्र अत उत्सार्वधातुक इत्यस्य प्रसक्तिः भवति। अतः उकारात् पूर्वं यः अकारः अस्ति, ककारस्य अनन्तरं यः अकारः अस्ति, तस्य उकारः भवति. इत्युक्ते अत्र अङ्गमिदानीं कुरु इति भवति, कुरुयो कुरुतः इति भवति. अत्र तस्य प्रसक्तिः भवति यदि प्रत्ययः किति वा निति सार्वधातुकप्रत्ययः अस्ति तर्हि अत्र अनन्तरम् अत्र उकारस्य पूर्वं यः अकारः अस्ति तस्य स्थाने उकारादेशः भवति इति. तत्तु अत्र अनुवृत्तिसूत्रमस्ति करोतेः, इत्युक्ते क्रूधातोः एव एतस्य सूत्रस्य प्रसक्तिः अस्ति इति अपि समीचीनमेव भगिनि. धन्यवादः महोदय. भगिनी अग्रे अग्रे मनसि भवेत् यत् कुरु करु या वा कुरु असंयोग पूर्वाङ्गम् पूर्वाङ्गं यत्र च असंयोग पूर्वाङ्गकार्यम् अङ्गकार्यं भवति तत्र च लोपश्च स्यान्यतरस्यां मोः इत्यस्य अपवाद भूतसूत्रं नित्यं करोतेः सूत्रं नित्यं करोतेः येन वकारमकारादौ प्रत्यये परे कृधातोः प्रत्ययावयव उकारस्य लोपः नित्यं भवति. नित्यम् ओके कुर्वः ततः अग्रे च ये च इत्यनेन यकारादिप्रत्यये परे अपि कृधातोः प्रत्ययावयव उकारस्य लोपो भवति. अतः तिङ्निमित्तकं कार्यं भवम् एवं भवति. असंयोगपूर्वाङ्गधातूनां कार्यं पित्सु करु इति अङ्गं हलादिषु पित्सु गुणः हलादिषु किमपि सन्धिकार्यं नार्हम् कुरु योगहति करोति. भगिनी यत् आदौ पठितवती तस्य प्रतिपादनं करोति अत्र यत् करु या कुरु असंयोगपूर्व अङ्गं द्वे अपि असंयोगपूर्वाङ्गं अत्र असंयोगपूर्वाङ्ग कार्यं भवति तत्र लोपाश्च स्यान्यन्तरस्यां मोः कार्यं करोति इत्यस्य अपवादभूतसूत्रं किन्तु तत् कार्य तस्य प्रसक्तिः अस्ति किन्तु तस्य अपवादसूत्रं नित्यं करोतेः इति आगत्य वैकल्पिक लोपश्चनतरस्य मोहं वदति विकल्पेन लोपः भवति इति किन्तु अपवादसूत्रं नित्यं करोतेः इति सूत्रम् आगत्य करोति अपवादेन न किन्तु नित्यं लोपः भवतु इति कार्यं करोति. अनन्तरम् ए च इति सूत्रेण पुनः यकारादि प्रत्ययपरे अपि कृधातोः प्रत्ययावयव उकारस्य लोपो भवति. कृधातु कुरु इति अङ्गस्य कृधातोः प्रत्ययावयव उकारस्य लोपः भवति. करु पित्सु करु इति अङ्गं हलादि पित्सु गुणकार्यं करोति करु योगः इति करोति हलादिषु किमपि सन्धिकार्यं नार्हम् अजादिषु पित्सु गुणः तदा अवादेशः कुरु योगः आनि करो योगः आनि केन सूत्रेण गुणः भवति अत्र अत्र अत उत उत्सार अत उत्सारदात्ये किं वदति ओ न अत अत्र न न न तत्र गुणकार्यं केन सूत्रेण गुणकार्यं सार्वधातुकयोगः आमि करोमि करोयोगः आनि अत्र किं सूत्रं पुनः कार्यं करोति करोयोगः आनि नकारः नकार आयाति तत्तु मम मनसि एकवारं वदतु रसाभ्यां नूनः इति समानपदे नत्वं भवति तस्य अनुवृत्तिसहितसूत्रं भवति अनुवृत्तिसूत्रं भवति तस्य रसाभ्यां नूनः इति अनुवृत्तिः भवति अस्कुम् अस्कुप्वाङ्नुं व्यवायेति यत्र अत्र अकारः व्यवधानं भवति खलु अकारः इति रेफ वकारः अकारः द्वौ वर्णौ व्यवधानं करोति खलु अत्र रेफ नकारस्य मध्ये वकारः अस्ति अकारः अस्ति तर्हि अक्कुप् अक् इत्युक्ते अकारस्य आप् आरभ्य आगच्छति प्रत्ययः यदि ते व्यवधानं करोति तथापि नत्वं भवति इति पूर्वम् अहम् अपि पाठितवान् आसीत् नत्वविधिः इति सूत्राणि पठामि अग्रे महोदय अपित्सु अपित्सु कुरु इति अङ्गं हलाद्यपित्सु निति च इत्यनेन गुणनिषेधः कुरुयोगः तः कुरुतः अत्र अपित्सु कुरु इति अङ्गं भवति यद्यपि अत्र अङ्गं करु अस्ति प्रत्ययः अपित् अस्ति अतः अत्र अत उत्सार्वधातुके इत्यनेन उकारान्त अङ्गस्य पूर्वं यः अकारः अस्ति अङ्गस्य न उकारस्य पूर्वं यः अङ्गे उकारस्य पूर्वं यः अकारः अस्ति तस्मिन् स्थाने उकारः आगच्छति अतः अत्र कुरु इति अङ्गं भवति इदानीं पुनः अत्र प्रत्ययः हलादि अपित् अस्ति चेत् अत्र अपित्वात् नित्वत् भूत्वा निति च इत्यनेन गुणनिषेधः अतः अत्र कुरुयोगः तः कुरुतः इति रूपं भवति प्रथमपुरुष द्विवचने लोटि न लट्लकारे स्थलद्वये अपवादभूतकार्यं भवति इदानीम् एकमस्ति लोटि हि लोपः अत्र मध्यमपुरुष एकवचने हि इति तु पुनः अत्र अपित् अस्ति अतः अङ्गं कुरु इति भवति कुरुयोगः हि अत्र हि इत्यस्य लोपः भवति उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यनेन अत्र उकारात् पूर्वम् अत्र अङ्गम् असंयोगपूर्व उकारान्त अङ्गमस्ति अतः अत्र तस्य प्रसक्तिः कार्यमपि कुरु इति अङ्गं भवति तिङन्तपदं भवति अनन्तरम् अत्र वकार मकार यकार वकारे मकारे यकारे परे उकारस्य नित्यं लोपः भवति अत्र कुरुयोगः वः अत्र उकारस्य लोपः भूत्वा कुर्वः अकुरुयोगः मह म तथा एव अकुर्म कुरुयोगः यात् अत्र विधिलिङ्गि उकारस्य लोपः भूत्वा कुर्यात् इति रूपं भवति अनन्तरम् अजादि अपित्सु, अत्र अजादि अपित्सु पुनः अत्र गुणनिषेधः इकोयणचि इत्यस्य प्रसक्तिः कार्यमपि, अतः इकः स्थाने यन् आदेशः कुरुयोगः अन्ति, अत्र उकारस्य स्थाने वकारः, कुर्वन्ति इति रूपं निष्पन्नं भवति अत्र. धन्यवादः. नित्यं करोतेः न, नित्यं करोतेः कृ धातोः प्रत्ययावयव उकारस्य नित्यं लोपो भवति वकारमकारादौ प्रत्यये परे. नित्यं प्रथमान्तं, करोतेः पञ्चमान्तं द्विपदमिदं सूत्रम्. उतश्च प्रत्ययादसंयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चैत्यनयोः अनुवृत्तिः विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तम् उतः प्रत्ययस्य लोपश्चास्यान्यतरस्यां मोः इत्यस्मात् लोपः मोः इति अनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं करोतेः अङ्गस्य प्रत्ययस्य उतः नित्यं लोपः मोः. अत्र मकारवकार लोपः किं लोपः मकारवकारस्य लोपः भवति वा, कस्य लोपः भवति? वकारमकार आदौ प्रत्यये परे प्रत्यये परे कस्य लोपः भवति? उकारस्य लोपः, नित्यं लोपः भवति इति. कस्य अङ्गस्य? करोतेः अङ्गस्य, कृदातु अङ्गस्य. उतश्च प्रत्यय प्रत्ययादौ तत्तु अनुवृत्तिः अस्ति खलु, नास्ति चिन्ता. अस्तु भगिनि, सूत्रस्य अवगमनमेव पर्याप्तम्. अनुवृत्तिसहितसूत्रम् तत् ये च वदामि अस्तु भगिनि. ये च यकारादिप्रत्यय ये च यकारादिप्रत्यये परे क्रूधातोः प्रत्ययावयव उकारस्य लोपः भवति ये सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः उतश्च प्रत्ययादसंयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् च इति अनयोः अनुवृत्तिः लोपश्चास्य अन्यतरस्यां वोः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसूत्रं सहितसूत्रं ये च करोतेः अङ्गस्य प्रत्ययस्य उतः लोपः. अत्र इदानीं सूत्रमस्ति ये च, अत्र विषयः अस्ति प्रत्ययः यकारादिप्रत्ययः भवेत्, धातुः क्रूधातुः, अत्र क्रूधातुः अनन्तरं यकारादिप्रत्ययः अस्ति. अत्र तस्मिन् समये प्रत्ययस्य अवयवे यः उकारः अस्ति तस्य लोपः भवति अत्र. इत्युक्ते अत्र कुरुयोगः यात् इति नयामः अत्र. अत्र प्रत्ययः यकारादिप्रत्ययः अस्ति यात् इत्यस्मात् अत्र करोतेः क्रूधातोः अत्र अन्ते उकारः अस्ति, तदुकारः प्रत्यय आवयवः उकारः अस्ति, इदानीं तस्य लोपः भवति, अतः अत्र कुर्यात् इति रूपं भवति. अत्र अनुवृत्तिसहितसूत्रमस्ति ये च करोतेः अङ्गस्य प्रत्ययस्य उतः लोपः. यथोक्तं तनादिगणे अचि ष्णु धातुभ्रुवां युवोर् यङ्गु वङ्गौ इत्यस्य प्रसक्तिः नास्ति. अतः अत्र असंयोगपूर्वाङ्गधातूनां कृते यण् आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य हुष्णुवोः सार्वधातुके इत्यस्य आवश्यकता नास्ति. तदर्थम् अत्र सामान्यसूत्रम् इको एणचि इत्येव कार्यं करोति. अत्र तनादिगणे इको एणचि एव कार्यं करोति, न तु अचिष्णु धातुभ्रुवां युवर्यङ्गु वङ्गौ. तस्य प्रसक्तिः न भवति एव. किमर्थं चेत् अत्र अत्र ष्णु इति प्रत्ययस्य आवश्यकता अस्ति. अचिष्णु धातुभ्रुवम् अत्र, परन्तु भगिनी उकारः तु अस्ति खलु भगिनि, किन्तु धातोः उकारः इदानीम् अङ्गान्ते उकारः, धातोः उकारः अत्र, यदि धातोः उकारः अस्ति चेत् तस्य अस्ति तर्हि तस्य कार्यं भवति. इदानीं तु अत्र उकारः प्रत्ययस्य अवयवः अस्ति, अतः तस्य कार्यं न भवति. तस्य प्रसक्तिः अचिष्णु धातुभ्रुवां युवर्यङ्गु वङ्गौ इत्यस्य प्रसक्तिः न भवति. अतः परन्तु अत्र हुष्णुवोः सार्वधातुके तस्मिन् सूत्रे अपि ष्णु इति तस्य आवश्यकता अस्ति खलु भगिनि. अतः तस्य कार्यमपि न भवति एव. तदर्थमेव अत्र इको एणचि इति सामान्यसूत्रमेव कार्यं करोति. भगिनी करोति वा अग्रे? तीतः अन्ति परस्मैपदे लोट् लट् तीतु हलादि अपित्त हलादि पित्त अस्ति, गुणकार्यं करोति सार्वधातुक आर्धधातुके पदे. ततः पूर्वम् अग्रे अग्रे पठतु, अग्रे दत्तमस्ति महोदय, सोपानं दत्तमस्ति. ओ सोपानम् असंयोगपूर्वाङ्ग धातुशुक्रधातु धातुः इति पित्सुकृ योगः ऊ इति अस्ति खलु. अग्रे अग्रिमपङ्क्ति हा असंयोगपूर्वाङ्गधातुषु क्रु धातुः पित्सु क्रु योगः उ करु इत्यङ्गम् अपित्सु क्रु योगः उ करु. अनन्तरं किं भवति अपित्सु किं भवति? करु कुरु इति अङ्गं कथं भवति? करु कुरु कथं भवति? अत उत उत प्रत्ययात् अत उत् सार्वधातुके इति अत उत् सार्वधातुके कुर्वायाति अधः सर्वत्र इमे अङ्गे अधिकृत्य कार्यम् अग्रे सरति. अस्तु भगिनि, तर्हि वदति वा परस्मैपदे लट्लकाररूपाणि? लट्लकारे करु योगः अस्ति, हलादि पित् अस्ति, गुणकार्यं करोति इको एनचि कार्यं करोति, करोति धातुः अस्ति, द्विवचने करु योगः तः हलादि अपित् अस्ति, अत्र अत उत्सार्वधातुके कौ कार्यं करोति, तत्र अङ्गं कुरु अस्ति, अङ्गं कुरु अस्ति, कुरु योगः तः कुरुतः कोऽपि कार्यं न करोति. अत्र कुरु योगः अन्ति कीदृशप्रत्ययः अस्ति अन्ति? अजादि अपित् अस्ति, अतः कुरु इति कुरुयोगः कुरुयोगः अन्ति. तत्तु अकारः अस्ति, तत्तु कुर्वन्ति इको एनचि कार्यं करोति, इको एनचि कार्यं करोति, तत् कारणात् कुर्वन्ति आगच्छति. कुरुयोगः आ कुरु कुरु न कुरो न कुरु कुर्वन्ति सूत्रं किं कुरु योगः अन्ति किं किं भवति अत्र? एचो एवायवः, एचो एवायवः कम् इति सूत्रेण कुर्वन्ति उकारस्य स्थाने वा आदेशः. पुनः पृष्ट उत्तमपुरुष सि अस्ति, मध्यमपुरुष सि एकवचने सि अस्ति, तत्तु अङ्गं करु अज हलादि पित् अस्ति, तत् तद्विषयात् करु योगः सि. अत्र गुणकार्यं करोति सार्वधातुक परे सार्वधातुके अकरोषि कर तत्तु आदेश आदेश आदेश आदेश करोषि आयाति. निमित्तं किं पुनः निमित्तं किं? तत्तु सकार क्षि इति तत्र सकारः अपदान्तप्रत्यय अवयव सकारः अस्ति, अपदान्तप्रत्ययः अनन्तरम् ओ इति इन् प्रत्याहारे अस्ति पूर्वं इन् प्रत्ययः अतः सकारस्य स्थाने षकारादेशः अग्रे. अस्तु एकनिमिषं सि तः तः तु हलादि अपि अस्ति, तद्विषयात् कुरु अङ्गं कुरु योगः तः कोऽपि कार्यं वर्णमेलम् अस्ति कुरुतः ता बहुवचने ता तु त्वमेव अस्ति तम् एव अस्ति कुरुतः कुरुता उत्तमपुरुषे एकवचने मी अस्ति करु योगः मी सार्वधातुक आर्धधातुके तत्तु गुणकार्यं करोति करोमि. प्रथमं वक्तव्यं खलु हलादिपित्वा अजादिपित्वा इति वदति चेत् हलादिपित् अस्ति अतः गुणकार्यं भवति, अतः अङ्गं करु इति गुणकार्यमपि भवति. तदेव वः कुरु हलादि अपित् अस्ति, तत्तु कुरु योगः वः. अत्र कुर्वः कुर्वः अत्र लोपश्चन्नतरस्यां बहु इत्यस्य कार्यमस्ति वा न नित्यं करोतेः तत् प्रभाव्य नित्यं करोतेः इति सूत्रं कार्यं करोति नित्यं करोति कुर्वः महत् तथैव अस्ति कुर्मः उकारस्य लोपः भवति खलु प्रत्ययउकारः अस्तु भगिनि धन्यवादः भगिनि महोदय लोचकरं लोट् लकाररूपाणि भगिनि इदानीम् अत्र प्रथमं तु इति सिद्धतिं प्रत्ययः अङ्गमस्ति करु अत्र तु इति हलादिपित् अस्ति अतः अङ्गं करु एव करुयोगः तु पित्वत् पित् कारणतः अत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः प्राप्तिः अपि गुणः भूत्वा करोतु इति भवति अस्ति वा भगिनि अनन्तरम् अत्र विकल्पेन तात् इति अपि अत्र तिङ्प्रत्ययः प्रथमपुरुष एकवचने करुयोगः तात् इदानीं तात् अत्र अपित् अस्ति अतः अङ्गं कुरु इति भवति अत उत् सार्वधातुके इत्यस्मात् कुरुयोगः तात् अत्र हलादि अपित् गुणकार्यं न भवति तस्य निषेधः अतः अत्र केवलं वर्णमेलनमेव कुरुतात् इति रूपम् ताम् इति अत्र द्विवचने करुयोगः तां तां तु अत्र हलादि अपित् अस्ति अपित्वा तत्र अङ्गं कुरु भवति अत उत् सार्वधातुके इति सूत्रेण पुनः अत्र अपित्वात् गुणनिषेधः केवलं वर्णमेलनमेव कुरुताम् इति रूपं करुयोगः अन्तु अत्र अजादि अपित् अस्ति पुनः अङ्गं कुरु इति भवति अत उत् सार्वधातुके इत्यस्मात् कुरुयोगः अन्तु अजादि अपित् अस्ति अतः गुणनिषेधः अजादि अस्ति अङ्गं उकारान्ताङ्गम् अतः इको एणचि इत्यस्य प्रसक्तिः कार्यमपि अतः अत्र उकारस्य स्थाने वकारः अतः कुर्वन्तु इति रूपम् अनन्तरं कुरुयोगः हि परन्तु अत्र असंयोगपूर्व उकारः अस्ति अतः उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यनेन अत्र तस्मात् पूर्वम् अत्र हि इति अपित् अस्ति हलादि अपित् अस्ति अतः अङ्गं कुरु इति भवति अत उत् सार्वधातुके इत्यस्मात् कुरुयोगः हि इदानीमत्र असंयोगपूर्व उकारः अस्ति अङ्गम् उकारान्त अङ्गमस्ति अतः उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रेण अत्र हि लोपः भूत्वा कुरु इति रूपं भवति विकल्पेन तात् इति अस्ति यथा प्रथमपुरुष एकवचने वयम् इदानीमेव दृष्टवन्तः तथा एव अत्रापि कुरुतात् इति रूपं भवति तं ता अपि तथा एव कुरुतं कुरुता इति अनन्तरम् उत्तमपुरुष एकवचने आनि अस्ति आनि इति अजादि पित् अस्ति करुयोगः आनि अत्र अङ्गं करु एव भवति, करुयोगः आनि. अत्र पित् कारणतः सार्वधातुक अर्धधातुकयोः इत्यनेन उकारस्य गुणः भवति, अतः करोयोगः आनि. इदानीम् अत्र एचोयवायवः इत्यनेन सन्धिः भवति. अत्र ओकारस्य अव इति परिवर्तनं भवति, अतः अत्र करवाणि इति भवति. अत्र णत्वम् आगच्छति किमर्थं चेत् अत्र अट्कुप् वाङ् न्युम अट्कुप् वाङ् नुं व्यया ये अपि इत्यनेन अत्र करवाणि व्यवायेपि अट्कुप् वाङ् नुं व्यवायेपि. इदानीं सम्यक् उक्तवान् महोदय? अट्कुप् वाङ् नुं व्यवायेपि, अतः अत्र करवाणि इति रूपं भवति. आव आम द्वयोः अपि पुनः अत्र अजादि पित् प्रत्ययौ, अतः अत्र अङ्गं तु करु एव. यथा एकवचने तथा एव अत्रापि करो योगः आव प्रथमं गुणः, अनन्तरम् एचोयवायावः इत्यनेन ओकारस्य अव, करवाव, तथा एव करवाम इति रूपाणि. तत् तत् आडागमः, तत् सूत्रं सम्यक् न जानामि. लङ् लुङ् लुङ् लङ् लिङ्क्षु लङ् लिङ्क्षु आडागमः अत्र आगच्छति. अकरु अङ्गं एकवचनात् तु हलादि अपि हलादिपित् अस्ति. तद्विषयात् गुणकार्यं सार्वधातुकयोः कार्यं करोति. अकरोत् अस्ति. तां तु हलादि अपित् अस्ति. तद्विषयात् अङ्गम् अत उत्सार्वधातुको कोः कार्यं करोति. अङ्गं कुरु आयाति. कुरु अत्र गुणनिषेधः अपि अजादि अपित् अस्ति. तद्विषयात् कुरुतां वर्णमे मेलनम् अस्ति. कुरुताम् अकुरुताम् अन्तु बहुवचने अन् अस्ति. अकुरुयोगः अन् अत्र इको एनचि कार्यं करोति. अकुर्वन् अस्ति. मध्यमपुरुषे स प्रत्ययः स प्रत्ययः हलादि पित् अस्ति. तत्तु गुणकार्यं करोति सार्वधातुक अर्धधातुकयोः. सकारः अदन्तात् आदेशप्रत्ययोः सकारः षकारः आयाति. अधुना किम् अभवत्? अपदान्तसकारः अस्ति वा? एतत् पदान्तसकारः अस्ति वा? पदान्ते अस्ति खलु, किमर्थम् इत्युक्ते सकारस्य अनन्तरं किमपि नास्ति. पदान्तसकारस्य कार्ये विषये आदेशप्रत्ययोः इति सूत्रस्य कार्यं न भवति, प्रसक्तिः नास्ति. तर्हि किं भवति, सूत्रमस्ति ससजुषोरुः इति सूत्रं कृत्वा रुः इति आदेशः भवति पदान्तसकारस्य. रुः अनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन रु इत्यस्य स्थाने रेपः आदेशः भवति. तर्हि अकरोः इति रूपम् स्मरति वा, यत्र पदान्तः द्रष्टव्यम् इति इत्युक्ते पदान्तसकारः वा अपदान्तसकारः वा, अत्र पदान्तसकारः अस्ति. सकारस्य अनन्तरं किमपि वर्णः किमपि नास्ति खलु, तर्हि पदान्तसकारः अस्ति. तस्य कृते ससजुषोरुः खरवसानयोर्विसर्जनीयः इति सूत्रद्वयम् अत्र ससजुषोरुः इति विसर्गादेशः आयाति. तं तु द्विवचने हलादि अपित् अस्ति, तत् तद्विषयात् अङ्गं कुरु अस्ति, केवलं गुणनिषेधः केवलवर्णमेलनं कुरुतं, तथैव बहुवचने कुरुता. अम् उत्तमपुरुषे अं तु अजादि पित् अस्ति, तत् तर्हि अकुर्वम् अत्र अङ्गं किं किम् अङ्गं किमस्ति, अङ्गम् अकरु अस्ति वा अकुरु अस्ति वा, अकरु अस्ति, अकरु अस्ति. अत्र एचो यवायावः अस्ति, प्रथमं किं भवति गुणकार्यं भवति एषयवायवः एच् एच् आदौ भवेत्, किन्तु एच् इत्युक्ते एच् प्रत्याहारे के के वर्णाः सन्ति, ए ऐ ओ औ, अत्र तु करु उकारः एव अस्ति खलु, तर्हि कार्यं न भवति एचोयवायावः इति कार्यं. प्रथमं किं भवति अपित् इत्यस्मात् सार्वधातुकारुधातुको इत्यनेन गुणः भवति, तस्मिन् समये ओ आगच्छति, अनन्तरम् एषति तत्तु अम् अस्ति अकुर्वम् अकरवम् एषोयवायवः इत्यनेन ओकारस्य स्थाने अवाजात् आयति अकर्वम् द्विवचने बहुवचने अत्र उकारस्तु हलादि अपित् अस्ति, तत्तु कुरु आयाति, अतः सार्वधातुके सूत्रं परे कुर्वा तत्र उकार अत्र लोपशन्यतरस्य मोह इति सूत्रस्य प्रसक्ति अस्ति न करोति, तत्तु असंयोग अत्रापि असंयोगः नास्ति खलु, किमर्थं कार्यं न करोति, किमर्थम् इत्युक्ते नित्यं करोतेः इति सूत्रमागत्य अपवादसूत्रं नित्यं करोतेः तद्विषयात् उकारः लोपः भवति अकुर्व अकुर्म इति. धन्यवादः भगिनि. अकुर्व अकुर्म महोदय करोति वा विधिनी. विधिलिङ्ग् अत्र सर्वे नवधातवः अत्र हलादि अपित् अत्र धातवः न नवप्रत्ययाः हलादि अपित् प्रत्ययाः अतः अङ्गम् इति कुरु इति भवति अत उत्सार्वधातुके इति सूत्रेण कुरुयोगः प्रथमं यात् अत्र ये च इत्यनेन अत्र उकारस्य लोपः भवति कुर्यात् इति रूपं निष्पन्नं भवति तथा एव कुर्याताम् कुर्युः कुर्याः कुर्यातं कुर्यात कुर्याम् कुर्याव कुर्याम आत्मनेपदरूपं पिबति वा लट्लकारे हा अस्तु भगिनि इदानीम् अत्र प्रथमं तु करुयोगः ते अत्र आत्मनेपदी नवप्रत्ययाः लट्लकारे नवप्रत्ययाः अत्र अपित् प्रत्ययाः अतः अङ्गं तेषां कृते तु कुरु इति एव भवति अत उत्सार्वधातिके इति सूत्रेण कुरुयोगः ते हलादि अपित् अस्ति अतः कोऽपि गुणकार्यं न तस्य निषेधः अत्र वर्णमेलनमेव कुरुते इति रूपं भवति कुरुयोगः आते इदानीमत्र पुनः गुणनिषेधः अपित्वात् अत्र इको एणचि इत्यस्य कार्यं भवति अतः उकारस्य स्थाने वकारः आगत्य कुर्वाते इति रूपं तथा एव कुर्वते इदानीं मध्यमपुरुषे एकवचने कुरुयोगः से पुनः हलादि अपित् अत्र से इति प्रत्यये अपदान्तसकारः अस्ति तस्मात् पूर्वम् अत्र अङ्गस्य अन्ते उकारः अस्ति तत्तु इन् प्रत्याहारे अस्ति अतः अत्र सकारस्य स्थाने मूर्धन्यषकारः आगत्य आदेशप्रत्यययोः इत्यनेन सकारस्य स्थाने मूर्धन्यषकारः अतः कुरुषे इति रूपं भवति कुरुयोगः आथे पुनः अत्र गुणनिषेधः हलादि अजादि अपित् कारणतः अत्र अपित्वात् गुणनिषेधः अजादिकारणतः अत्र इको एनचि इत्यस्य कार्यम् अतः कुर्वाथे कुरुयोगः द्वे अत्र अपित् प्रत्ययः गुणनिषेधः हलादि अतः केवलं वर्णमेलनमेव कुरुद्वे इति भवति कुरुयोगः ए अत्र पुनः गुणनिषेधः अजादिप्रत्ययः अस्ति अतः अत्र इको एणचि इत्यस्य कार्यम् उकारस्य स्थाने वकारः अतः कुर्वे इति रूपं कुरुयोगः वहे अत्र इदानीमत्र नित्यं करोतेः इत्यस्य प्रसक्तिः गुणनिषेधः प्रथमम् अपित्वात् कुरुयोग वहे इदानीमत्र नित्यं करोतेः इति सूत्रेण अत्र प्रत्ययः वकारादिप्रत्ययः अस्ति अतः नित्यं करोतेः इत्यस्य प्रसक्तिः अतः उकारस्य लोपः भूत्वा कुर्वहे इति रूपं तथा एव कुर्महे अत्र किं सूत्रं कार्यं करोति अत्र कुरुयोगः ए अस्ति खलु भगिनि अत्र ए इति अचिवर्णः अतः प्रथमं तु अपित् अस्ति अतः गुणनिषेधः ए इति अचिवर्णः अस्ति तस्मात् अत्र अङ्गान्ते उकारः अस्ति, तत्तु इक् अस्ति, अतः इको एणचि इत्यस्य कार्यं भवति. इत्युक्ते उकारस्य स्थाने वकारः, अतः अत्र कुर्वे इति रूपं भवति. अजादि अपित् अस्ति, तर्हि अजादि अपित् कुर्वते इति कथं भवति? तथा एव कुर्वे इति समानकार्यम् अजादि अपित् अजादि अपित् यत्र अजादि अपित् भवति तत्र इको एणचि इति कार्यं खलु. अत्र लोट्लकारे ताम् अताम् अताम् ते तु तां तु हलादि अपित् अस्ति, तद्विषयात् अङ्गं कुरु गुणकारि गुणनिषेधः तद्विषयात् वर्णमेलनं कुरुताम्. आतां तु द्विवचने अजादि अपित् अस्ति, तद्विषयात् अङ्गम् अत सार्वधातुके विषयेण कुरु आयाति, कुरु योगः आताम् अत्र इको एणचि कार्यं करोति, कुर्वाताम् अत तु कुर्वा कुर्वता तथैव ताः तु कुर्वताः तत् तत्तु हलादि अपित् अस्ति. आथां हल् अजादि अपित् अस्ति, कुर्वाथां कोणचि कार्यं करोति. भगिनि किं वदति, क्षम्यताम्, अहं तु किम् अन्यत् किमपि चिन्तयामि. लङ्लकारम् अस्ति वा लोट्लकारम् अस्ति वा? लङ्लकार अथां सर्वं तु लोट्लकारे लोट्लकारे ताः इति क्षम्यतां पूर्णतया न श्रुतवती किं तत्र श्व इति स्व इति कथं भवति? कुरु योगः स्व अत्र पदान्तसकारः अस्ति वा अपदान्तसकारः अस्ति वा? अत्र पदान्त न पदान्त इत्युक्ते किम्? अन्ते आयाति वा सकारः अन्तिमवर्णः अस्ति वा? अत्र सकार अन्तिमवर्णः नास्ति नास्ति प्रत्ययः अवयवः अस्ति वा? नास्ति प्रत्ययः नास्ति वा स्व इति? स्व अङ्गम् अस्ति वा प्रत्ययः अस्ति वा? अङ्गं कुरु अङ्गं तु कुरु कुरु तर्हि स्व इति प्रत्ययः अस्ति वा धातुः अस्ति वा? स्वप्रत्ययः प्रत्ययः तर्हि अपदान्तप्रत्ययः अवयवः खलु प्रत्ययः अनन्तरम् उ इति किं प्रत्ययः अस्ति? अपदान्तः उ इति इन् प्रत्ययः अस्ति. आदेशप्रत्ययोः इत्यस्य सूत्रस्य निमित्तं किम्? अपदान्तप्रत्यवेवि सकारः नो चेत् आदेशरूपी सकारः अपदान्तसकारः भवेत्. अनन्तरं पूर्वं हिन् प्रत्याहारे एकः वर्णः भवतु, तर्हि उकारः हिन् प्रत्याहारे अस्ति, तर्हि सकारस्य स्थाने षकारः भवति कुरुष्व इति आदेशरूपी नास्ति. एतत् प्रत्ययवयवः अस्ति, आदेशेन सकारः न आगतं खलु सकारः इति आदेशेन प्रायः स्वाभ्याम्यां वामवित्यनेन स्व इति आगतम् इति वक्तुम् आदेशति प्रायः स्यात्, किन्तु प्रत्ययवेदी अपि अस्ति खलु. सम्यक् न जानामि, एकवारं वदतु. अत्र कुरु योगः इस्व अस्ति, शकारः अस्ति, तत्र इस्व इत्यस्य अपदान्तसकारः अस्ति खलु, किमर्थम् इत्युक्ते पदान्ते वकारः अस्ति, सकारः तु पूर्वम् अस्ति, तर्हि अपदान्तसकारः अस्ति. अनन्तरं स्व इति प्रत्ययः अस्ति, प्रत्यय अवयवसकारः अस्ति अस्ति खलु. तर्हि अनन्तरम् उ इति पूर्वम् अस्ति, सकारात् पूर्वम् उ इति अस्ति, उ इन् प्रत्याहारे अस्ति, अतः आदेशप्रत्ययो इति सूत्रेण सकारस्य स्थाने षकारः भवति कुरुष्व इति रूपम्. तर्हि महोदय कुरुयोगः आतां तत् पूर्वमेव कृतवती खलु, कुर्वाताम् इति. कुरुयोगः द्वं शीघ्रं करोति, गुणकार्यम् ऐ मीन् कोऽपि कार्यं न न करोति, वर्णमेलनं कुरुत्वम् ऐ तु अजादिपित् अस्ति. पित् अस्ति चेत् गुणकार्यं भवति वा? गुणकार्यम् अस्ति. अङ्गं किमस्ति अत्र, अस्माकम् अङ्गं किमस्ति? करु, करु, करु अस्ति. करु इत्यस्य गुणं भवति चेत् कं किं भवति? अवादेश इत्यनेन किं भवति? उकारस्य स्थाने किं भवति? करो इति भवति. अनन्तरं किं भवति? करो योगः ऐ. अधुना वकारः औ आयाति, तर्हि करवै इति करवै. आवहयामहे, करवामहे, अजादिपित् अतः समानकार्यं, गुणं भवति, गुणं भूत्वा करो इति भवति. अनन्तरम् एचोयवायावः इत्यनेन अवादेश, समानकार्यमस्ति खलु अत्रापि. त्रयमपि उत्तमपुरुषत्रयमपि त्रीणि रूपाणि अपि अजादि पित् स्तः, अतः समानकार्यम्. इदानीम् आत्मनेपदी लङ्लकारः, अत्र प्रथमं तु अत्र अङ्गं करु अस्ति, अनन्तरं लङ्लकारः अस्ति कारणतः लुङ् लङ् लृङ् षुड् वडुदात्त इत्यनेन लुङ् लङ् लृङ् षुड् ऋङ्क्ष्वडुदात्तः इत्यनेन अडागमः भवति, अतः अत्र अकरु इति अङ्गं भवति. पुनः अत्र नवप्रत्ययाः अपित् प्रत्ययाः, अतः अत उत्सार्वधातुके इत्यनेन उकारस्य पूर्वं यः अकारः अस्ति सः अकारः उकारः भवति, अतः अङ्गम् अकुरु इति भवति सर्वेषां रूपाणां कृते. अकुरु योगः इदानीं प्रथमपुरुष एकवचने त इति अस्ति, अत्र त इति अपित् अतः गुणनिषेधः, हलादि अस्ति अतः केवलं वर्णमेलनमेव, अकुरुत इति रूपं भवति. अकुरु योगः आताम्, अत्र आताम् अपित् भूत्वात् गुणनिषेधः, अजादि इत्यस्मात् अत्र इको एणति इत्यस्य कार्यम्, अतः उकारस्य स्थाने वकारः, अकुर्वाताम् इति रूपं, तथा एव अकुर्वत प्रथमपुरुष बहुवचने. मध्यमपुरुष एकवचने अकुरु योगः थाः, अपित्वात् गुणनिषेधः, हलादि अतः केवलं वर्णमेलनमेव. अकुरुत्थाः मध्यमपुरुषद्विवचने आथाम् अपित् गुणनिषेधः अजादि अतः इको एनचि इत्यस्य प्रसक्तिः कार्यमपि भवति. अतः अकुर्वाथाम् अकुरुयोगः ध्वम् अपित् अतः गुणनिषेधः हलादि अतः केवलं वर्णमेलनं अकुरुध्वम् अकुरुयोगः इ अपित्वात् गुणनिषेधः अचि अस् प्रत्ययः आदौ अचिवर्णः अस्ति अचिवर्णः अस्ति अतः इको एनचि इत्यस्य प्रसक्तिः अकुरुयोगः इ उकारस्य स्थाने वकारः अकुर्वि इति रूपं भवति. अकुरुयोगः वहि अपित्वात् गुणनिषेधः अत्र वकारादिप्रत्ययः अस्ति अतः यद्यपि अत्र लोपश्चास्यान्यतरस्यां वोः इत्यस्य प्रसक्तिः भवति परन्तु तं प्रबाध्य अत्र अपवादत्वेन नित्यं करोतेः इत्यस्य प्रसक्तिः कार्यमपि अतः उकारस्य लोपः भवति अकुर्वहि इति रूपं भवति तथा एव अकुर्महि इति उत्तमपुरुषद्वि बहुवचने. लकारः नवधातुषु अजादि प्रत्ययः प्रत्ययः नवप्रत्ययः अजादि अपि अस्ति तत्कारणात् अत उत सार्वधातुकेः सूत्रात् कुरु अङ्गं कुरु अस्ति तत्तु इको एनचि कार्यं करोति कुर्वीयातां कुर्वीध्वं कुर्वीय कुर्वीवहि कुर्वीमहि. भगिनि तस्य अभवत् अस्माकं महोदय अत्र अन्तिमवाक्यम् एकं लिखितमस्ति कुत्र यत्र क्षीणो ऋण गृण तृण इति अस्ति तत्र संयोगपूर्वः पूर्वकः पूर्वको विधिः अनित्यः इति वार्तिकेन एषु चतुर्षु धातुषु उगन्तलघुपदस्य चैत्यनेन गुणकार्यं भवति विकल्पेन इति एकस्मिन् पक्षे भवति अपरस्मिन् पक्षे न इति. तर्हि एतत् ह्यः न चर्चितवन्तः खलु महोदय एतस्य विवरणं न दत्तवान्. किञ्चिदेव उक्तवान् महोदय. किम् उक्तवान् वर्गे अत्र यदा भवती उक्तवती तथा एव अत्र रूपद्वयं भवति विकल्पेन अत्र यथा क्षिणु अस्ति क्षिणोति अथवा क्षेणोति द्वयोः अपि भवति इति तथा एव ऋणु ऋणोति अर्णोति अथ तथा भवति इति. अहं तु गूगल् मध्ये पश्यामि तर्हि तत्र एकं किमपि पुस्तके हिन्दीभाषे दत्तमस्ति विधिः मे संज्ञानिमित्तहो वह् अनित्य होति ह इति. अत्र विधि अस्ति गुणकार्यम् इति विधि अस्ति तर्हि विधि विधेः निमित्तम् अस्ति अत्र उकारः अस्ति उकारः तु संज्ञा इति प्रत्ययः अतः संज्ञा इति उक्तमस्ति तर्हि संज्ञापूर्वकः विधिः अस्ति अतः अनित्यः भवति इति तत्र अत्र उकारः संज्ञापूर्वकः अस्ति न न न निमित्तं न कार्यं विधिः संज्ञापूर्वकम् विधिः संज्ञापूर्वकम् अतः निमित्तं संज्ञा अस्ति निमित्तमस्ति उ इति निमित्तमस्ति, तर्हि उ इति निमित्तं तत्तु सार्वद आसदार्थप्रत्ययः अस्ति खलु इति, अतः सार्वधातुकार्धातुः क्षम्यतां पुगन्तलघुपदस्य च सार्वधातुकार्धातुकः इत्यस्य अनुवृत्तिः भवति, अतः आर्धधातुकप्रत्ययः इत्यस्मात् तस्य संज्ञा इति प्रत्ययः इत्यस्मात् संज्ञा इत्यपि अस्ति इति तत्र उक्तमस्ति, तस्य संज्ञा इति तर्हि विधिः संज्ञापूर्वकविधिः विधिः संज्ञापूर्वकः अस्ति अकः इति अस्ति खलु मूल् प्रत्ययः उपयुज्य अकः इति अस्ति संज्ञापूर्वकः अस्ति विधिः, तर्हि तादृशविधिः अनित्यः भवति इति, अतः गुणकार्यम् अनित्यं भवति इति कुत्रचित् विकल्पेन विकल्पं भवति अत्र इति. अत्र उकारः संज्ञा अस्ति इति अर्थः पुनः पुनः पठामि महोदय. तात्पर्यं यः महोदय हिन्दी जानाति खलु, जानामि तात्पर्यं यः कि एकपरिभाषा है संज्ञापूर्वको विधि विधिरनित्यः, अर्थात् जिस विधि में संज्ञा निमित्त हो, अत्र विधिः अस्ति विधि मे संज्ञा निमित्त अस्ति, निमित्तम् उ इति संज्ञा अस्ति, उ इति निमित्तम् अस्ति तत् संज्ञा अस्ति, वः अनित्य होति है इति. उप्रत्ययः परे रहिते लघुपदगुणः विकल्प हो विकल्प से होता है. पुगन्तलघुपदस्य च यस् विधिः विधिः उपदासंज्ञा निमित्तक होने से संज्ञापूर्वकः है, अतः अनित्य होने से गुणः नहीं होता, परन्तु संज्ञापूर्वकविधिः की अनित्यता भाष्य में नहीं कही गई. क्षम्यता महोदय मम हिन्दीभाषा सम्यक् न कहि लघुपदगुणविकल्पेन भवति इत्येव पुनः उक्तमस्ति महोदय भगिनि. अत्र उकारः निमित्तम् अस्ति, निमित्तक उप्रत्यय निमित्तक लघुपदगुणः अनित्यम् इति, उप्रत्ययनिमित्ते लघुपदगुणः अनित्यं भवति, उप्रत्ययनिमित्त लघुपदः गुणः अनित्यः. उप्रत्ययः इति संज्ञा इति तस्य नामकरणं भवति, किमर्थं प्रत्ययः अस्ति अतः संज्ञा इति उक्तमस्ति. विधिः तु अज्ञानं जानीमः खलु, गुणकार्यं विधिकार्यम् अस्ति, तर्हि तत् प्रश्नः अस्तु महोदय, किमपि वक्तव्यं वा महोदय? न भगिनि, इदानीं तु अत्र एकः एव संशयः अस्ति, कथम् एतत् सर्वं मनसि स्थापयामि इति, यदि तनादिगणः अभवत् सत्यं खलु, मम मम मम मस्तके तु सर्वाणि सूत्राणि इतस्ततः अटन्ति, अहं तु किं गृह्णामि किं न गृह्णीतवती इत्येव अहम् अवगच्छामि, किञ्चित् क्लेशः कुत्रचित् भवति. पुनः पुनः पठामि चेदेव, यदा प्रथमवारम् अस्माकं वर्गः अस्ति तस्मिन् समये मम तु किमपि अवगमनं नासीत्, अधुना किञ्चित् मानचित्रं किञ्चित् अभवत्, किं द्वितीयवारं पठामि खलु, अतः किञ्चित् मानचित्रम् अभवत् किन्तु तथापि किञ्चित् स्पष्टता अभवत्, प्रथमवारं तु किमपि न अवगतवती. परन्तु भवत्याः चिन्तन वर्गं मम कृते तु बहु उपयोगं भवान् आगच्छति इति कृत्वा मम मम कृते अपि महोदय, किमर्थम् इत्युक्ते यदि अहं न अवगच्छामि भवान् पाठयति खलु, अधुना यथा पाठितवान् तर्हि किञ्चित् किञ्चित् सरलः भवति इदानीं भवति बहु कष्टं करोति अहं किमपि न जानामि मह्यं कृते छात्रास्मि भवान् एव कदाचित् पाठयति धन्यवादः भगिनी शुभरात्रिः अपि शुभरात्रिः।